तर्हि अयं वर्गः न्यायशास्त्रस्य परिचयः वर्गः. ग्रन्थः अस्मिन् वर्गे पठ्यमानः ग्रन्थः अस्ति विद्याधरी नाम्ना ग्रन्थः. विद्याधरी ग्रन्थे अस्मिन् वयम् अधुना उद्देशभागं पठामः. विद्याधरी ग्रन्थस्य उद्देशभागः नाम सः भागः यस्मिन् पारिभाषिक नामकरणं भवति, परिभाषाणां विवरणं भवति, संज्ञा दीयते इति उद्देशभागे भवति. न्यायशास्त्रे किं वस्तु केन नाम्ना उच्चार्यते इत्यस्य विषये किञ्चित् उद्देशभागे, ग्रन्थस्य प्रथमः भागः उद्देशभागः, तत्र पारिभाषिकशब्दानां परिचयः, व्याकरणं, नामकरणम् इत्यादिकं भवति. अस्मिन् ग्रन्थे एव अस्ति. अधुना वयम् उद्देशभागं पठामः. भगिनी, अहं सरला अस्मि. कुत्रतमे पुष्टे किं भगिनि, कुत्र अस्ति भवती, कः पेज् पुष्टम्? ओ अस्तु अस्तु, प्रारम्भतः किञ्चित् पुनरावलोकनं, पुस्तकम् उद्घाटितं स्यात् सर्वेषां पुरतः, किं गतसप्ताहस्य गते सोमवासरे वयं पृष्ठसङ्ख्या 18 अवलोकितवन्तः. तावत्पर्यन्तं किं किम् अस्ति इत्यस्य पुनरावलोकनं भवतु. न्यायशास्त्रे नैयायिकैः किं किं कृतम् इति जलति यावत् वस्तूनि तेषां श्रेणीकरणं, वस्तूनां श्रेणीकरणं कृत्वा कृत्वा भवती ध्वनि सम्यक् न श्रूयते. द्वादशपुटे शुरु कर्तुं वा करोति वा भवती? सा पतितवती दूरवाणीतः. नमस्कारः, क्षम्यतां, भग्नः जातः मम दूरवाणी. अस्तु, न्यायशास्त्रे नैयायिकैः वस्तूनां श्रेणीकरणं कृत्वा वस्तूनां वस्तु किं वस्तु कस्मिन् गणे भवितुमर्हति इत्यस्य विश्लेषणं, तद्वस्तु किमर्थं तस्मिन् गणे अस्ति इत्यस्य विश्लेषणं, वस्तुनः लक्षणं किम् इत्यस्य विश्लेषणं पृथक्तया कृतमस्ति नैयायिकैः. सर्वेषां वस्तूनाम् एवमेव विश्लेषणं भवति. तर्हि पृष्ठसङ्ख्या तृतीयं पुटं पश्यतु कृपया. इदानीं पृष्ठसङ्ख्या त्रीणि तत् कृपया. केन आगतम् इदानीम्? इदानीमेव कोऽपि आगतवान् वा? केन पुटं? तृतीयं पुटं, तृतीयं पुटं द्रव्यकर्म. इदानीं कोऽपि आगतवान् वा? अस्तु, चिन्ता नास्ति. हा, नैयायिकैः यदा अहम् उक्तवती, नैयायिकैः प्रत्यस्मिन् वस्तु कस्मिन् गणे स्थापयित्वा तस्य लक्षणस्य विश्लेषणं कृतमस्ति. तर्हि जगति यावन्ति वस्तूनि सन्ति ते सप्तपदार्थगणेषु विभक्ताः भवन्ति. नयायिकानां मतानुगुणं विश्वे सप्तपदार्थाः सन्ति, ते के इति कोऽपि वक्तुं शक्नोति वा पद्मा भगिनि? द्रव्यं, गुणः, आम्, कर्म, सामान्य. तृतीये पुटे अस्ति खलु, सर्वा पठतु कृपया. विशेषसमवाय अभावः, विशेषसमवायः अभावः. जगति यावन्ति वस्तूनि सन्ति ते एतेषु गणेषु विभक्ताः एव भवन्ति. तर्हि मूलभूततया सप्तपदानि सन्ति: द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति नयायिकानां मतमस्ति. इदानीं द्रव्यम् इति उक्तम्. एकः प्रश्नः, सर्वेषु भूतेषु सप्तपदार्थाः अस्ति किम् अस्ति किम् अस्ति? सर्वेषु भूतेषु सप्तपदार्थाः सन्ति इति न. जगति यावन्ति वस्तूनि सन्ति ते अस्मिन् गणे एषु गणेषु कुत्रचित् भवन्ति. इदानीं लेखनीं स्वीकरोमि चेत् तद्द्रव्यम् इति संज्ञां प्राप्तुम् अर्हा अस्ति लेखनी इति. पुस्तकं द्रव्यसंज्ञां प्राप्तुम् अर्हम् अस्ति. तथा गुणः नाम लेखन्याः नीलरूपम् इति गुणः अस्ति. अस्तु, नीलरूपत्वं गुणे अन्तर्भूतः भवति. लेखनी अस्ति द्रव्ये, गुणः नीलरूप गुणे अस्ति नीलरूपत्वं तस्मिन् गुणे अन्तर्भूतः भवति. कर्म तु वयं जानीमः, क्रिया. भगिनी, एकः प्रश्नः अस्ति. यदि पुस्तकं नीलपुस्तकमस्ति चेत् द्रव्यं गुणः अपि अस्ति वा? एवं गुणः एव अस्ति वा? पुस्तकं द्रव्यम् अस्ति. आमां, परन्तु नीलपुस्तकमस्ति. नीलपुस्तकमस्ति, तर्हि पुस्तकं द्रव्यं, पुस्तके विद्यमानं नीलरूपत्वं गुणः. आमां, पुस्तके विद्यमानं द्रव्यमस्ति पुस्तकम्. आम्, तस्मिन् यद् रूपमस्ति तद् पुस्तकस्य गुणः अस्ति. पुस्तकस्य गुणः, आमां. कर्म तु जानीमः, सामान्यम् अपि अग्रे गत्वा इतोपि एकवारं पुनरावलोकनं भवति सामान्यम् इत्यस्य. तथा एव यावन्ति वस्तूनि सन्ति ते एषु गणेषु कुत्रचित् अन्तर्भूताः भवन्ति. वस्तु इत्युक्ते अत्र फिसिकल् आब्जेक्ट् इति न मन्यन्ताम्, अथवा पदार्थः इत्युक्ते केवलं फिसिकल् आब्जेक्ट् इति नास्ति. पदार्थः इति पारिभाषिकशब्दः अस्ति न्यायशास्त्रे विवरणार्थं, विश्वस्य विवरणार्थं, विश्लेषणार्थं पदार्थः इति पारिभाषिकशब्दः स्वीकृतः अस्ति. अस्तु, हा, एते इमे सप्तपदार्थाः: द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति वयं गते वर्गे अपि दृष्टवन्तः. अधुना प्रश्नः उदेति, द्रव्यं नाम किम् इति. द्रव्यं नाम किम् इति कोऽपि स्मरति वा? तस्मिन् गुणः अस्ति तत् द्रव्यम्. सम्यक्, बहु सम्यक् भरणी महोदय. यस्मिन् गुणः अस्ति तत् द्रव्यम्, यस्मिन् गुणः वर्तते द्रव्यम् इति संज्ञां लभते इति अस्माभिः दृष्टमासीत्. इदानीं सर्वे प्रथमं पुटं पश्यन्तु. द्रव्यं गुणः अस्ति, द्रव्ये गुणः अस्ति, तत् यस्मिन् गुणः अस्ति तत् द्रव्यम् अस्ति. किन्तु द्रव्ये कर्म, सामान्यं, विशेष अन्या पदार्था अपि सन्ति. सो कथं द्रव्यं द्रव्यस्य लक्षणं, द्रव्यस्य प्रमुखलक्षणम् इदं यत् द्रव्ये गुणः अस्ति. ओके. गुणः अन्यत्र कुत्रचित् न भवति. इदानीं सप्तपुटे अष्टमपुटे एकं चित्रम् अस्ति, तत्र पश्यन्ति चेत् गुणः केवलं द्रव्ये एव अस्ति. गुणः अन्यत्र कुत्रापि नास्ति. द्रव्ये सप्त पदार्थाः भवन्ति. द्रव्ये द्रव्यमपि अस्ति, द्रव्ये गुणः अस्ति, द्रव्ये कर्म अस्ति, द्रव्ये सामान्यं विशेषः समवायः अभावः तु अस्ति एव. किन्तु गुणः इति पदार्थः केवलं द्रव्ये, गुणः केवलं द्रव्ये वर्तते इति द्रव्यस्य कश्चन काचन विशेषता एव. तदर्थं गुणः अनुगतं वस्तु द्रव्यम्. यस्मिन् गुणः वर्तते तद् द्रव्यम् इति नैयायिकैः उच्यते. द्रव्यम् इति संज्ञा वस्तु तदा प्राप्नोति यदा तस्मिन् कश्चन गुणः भवति, तदा द्रव्यम् इति संज्ञां प्राप्नोति. अस्तु, तर्हि सप्तपदार्थानि द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति. पुटं पश्यन्तु कृपया सर्वे. भगिनी, एकः प्रश्नः अस्ति. अत्र अष्टमपुटे सप्तापि पदार्थाः द्रव्ये भवन्ति इत्युक्ते द्रव्ये द्रव्यमपि अस्ति वा? श्रूयते वा? पुनः त्रुटिता अभवत् प्रायः. द्रव्ये द्रव्यं तस्य गुणः अस्ति न? द्रव्ये द्रव्यम् अस्ति अपि अस्ति. पृथ्वी पृथ्वीत्वं. नमस्कारः भगिनि, अहं पुनः कर्तिता अभवं, क्षम्यतां, कनेक्षन् किमपि अभवत्. इतोपि हरि ओम्. हरि ओम्. प्रश्नम् इतोपि एकवारं पृच्छति वा? द्रव्ये द्रव्यमपि अस्ति वा इति प्रश्नः आसीत्. आमां, द्रव्ये द्रव्यमपि अस्ति. सप्तपदार्थाः भवन्ति. अस्तु, सा एव प्रश्नः. प्रथमपुटं पश्यन्तु, तत्र प्रिया भगिनी अस्ति वा? आं भगिनि. प्रथमे पुटे चित्रम् अस्ति, तत्र पश्यति वा? आमां. हा, तर्हि नवद्रव्याणि सन्ति. द्रव्यम् इति पङ्क्त्यां यावन्ति वस्तूनि, यावन्ति पदानि सन्ति तत् कृपया पठतु. पृथ्वी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः इति नवद्रव्याणि. नवद्रव्याणि. पृथ्वी, जलं, तेजः, वायुः, आकाशः, कालः, दिग्, आत्मा, मनः इति नवद्रव्याणि. सप्तपदार्थाः द्रव्यं, गुण, कर्म, सामान्य, समवायः, अभावः, विशेषः. सप्तपदार्थाः, तेषु अन्यतमं द्रव्यम्. अपि च द्रव्ये नवद्रव्याणि भवन्ति. पृथ्वी, जलं, तेजः, वायुः अनित्यानि द्रव्याणि इत्युच्यन्ते. आकाशः, कालः, दिग्, आत्मा, मनः नित्यानि द्रव्याणि. अस्तु, अस्माभिः दृष्टं यत् गुणः अनुगतं द्रव्यम् इति एकं वाक्यम् अस्ति द्वितीये पुटे. गुणः अनुगतं द्रव्यं वस्तु द्रव्यम् इति. तर्हि नवसु द्रव्येषु के के गुणाः सन्ति इति उपरि भागे, उपरितने भागे दर्शितः अस्ति. पठति वा प्रिया भगिनी एव? पृथिव्यां गन्धः अस्ति इति वा? जले शैत्यं, तेजे औष्ण्यं, तेजवे औष्ण्यं, वायवे स्पर्शः. किं कुतः क्षम्यतां, किं पुटः पठितवती प्रिया भगिनी? प्रथमपुटं पेज् वन् चित्रमस्ति किल, द्वितीयपुटं पेज् वन्, पेज् वन् ओके चित्रमस्ति किल अधोभागे, आम् चित्र पेज् वन् आम् जगति अनेकानि वस्तूनि सन्ति, चित्रमस्ति किल, चित्रमस्ति तदेव द्रव्यं गुणः इति अस्ति किल, द्रव्यं पृथिवी जलं तेजः, रक्षा भगिनी अस्ति वा? प्रायः त्रुटिता अभवत् अगेन् पुनः इति मन्ये. नमस्ते. नमस्ते. क्षम्यतां, पुनः किमपि अभवत्, अहं स्कैप् तः आह्वास्यन्ती अस्मि. अस्तु, गुणः अनुगतं वस्तु द्रव्यं, पृथिव्यां गन्धः, जले शैत्यं, तेजसि औष्ण्यं, वायौ स्पर्शः, आकाशे शब्दः, काले सङ्ख्या, दिशि सङ्ख्या, आत्मनि ज्ञानं, मनसि सङ्ख्या इति गुणाः वर्तन्ते. अधुना तृतीयं पुटं पश्यन्ति चेत् तत्र एकं चित्रमस्ति किल, तृतीयं पुटं पश्यन्तु, तत्र कश्चन चित्रमस्ति, किञ्चन चित्रमस्ति, यज्ञदत्तः इति सर्वे श्रोतुं शक्नुवन्ति खलु? अस्तु, यज्ञदत्तः इति कश्चन आसने उपविष्टः अस्ति. तर्हि यज्ञदत्तः आसने अस्ति, यज्ञदत्तः आसने अस्ति इत्यस्मिन् प्रसङ्गे आसनम् अधिकरणमस्ति, यज्ञदत्तः आधेयः अस्ति. आसनं यज्ञदत्तस्य अधिकरणम्, आसने अधिकरणता इति कश्चन धर्मः अस्ति, यज्ञदत्ते आधेयता इति कश्चन धर्मः अस्ति. अवगतं वा? नूतनानां प्रश्नाः सन्ति चेत् पृच्छन्तु निस्संकोचं कृपया. यज्ञदत्तः आसने अस्ति, आसनम् अधिकरणं, यज्ञदत्तः आधेयः, आसने अधिकरणता अस्ति, यज्ञदत्ते आधेयता अस्ति. इदानीं चतुर्थं पुटं पश्यन्तु कृपया सर्वे. तत्र अधिकरणता अस्ति यज्ञ आसने, आधेयता अस्ति यज्ञदत्ते इति वयं जानीमः. तत्र निष्ठावर्ति इति स्थूलाक्षरैः लिखितानि, लिखिते पदे स्तः, तत्र निष्ठावर्ति इति. विद्याशङ्करमहोदय, निष्ठावर्ति पदम् उपयुज्य यज्ञदत्ते किम् अस्ति इति वक्तुं शक्नोति वा? यज्ञदत्ते आदे आसननिष्ठ अधिकरणता निरूप्य तावदेव यज्ञदत्ते आधेयता अस्ति, यज्ञदत्ते आधेयता अस्ति. इदं वाक्यं निष्ठा उपयुज्य वदामि चेत् यज्ञदत्तनिष्ठ आधेयता. न्यायपरिभाषायां तथा वदामः, यज्ञदत्तनिष्ठ आधेयता, यज्ञदत्ते आधेयता अस्ति इति वाक्यं यज्ञदत्तनिष्ठ आधेयता अथवा यज्ञदत्तवर्तिनि आधेयता इति अपि वक्तुं शक्नुमः. इदानीं विद्याशङ्करमहोदय, आसने अधिकरणता अस्ति इदं वाक्यं कृपया वदतु निष्ठा उपयुज्य. आसननिष्ठ अधिकरणता अस्ति अथवा आसनवर्ति अधिकरणता अस्ति. आसनवर्ति अधिकरणता अथवा आसननिष्ठ अधिकरणता. इदानीं न्यायपरिभाषया अस्य नाम अस्ति आधार आधेयभावः इति. आधार आधेयभावस्य प्रायोगिकव्यवहारः भवति द्रव्यम् अस्ति, द्रव्ये गुणः अस्ति इत्यस्य वदने आधारः कः, आधेयः कः, अथवा अधिकरणं किम्, आधेयः कः, द्रव्यम् अधिकरणं, गुणः आधेयः. बहु सम्यक्, बहु सम्यक्. द्रव्यम् अधिकरणं, गुणः आधेयः. तर्हि गुणे किम् अस्ति? भगिनि, द्रव्यम् आधारः अपि अस्ति खलु? आधेयः अस्मिन् अस्मिन् चित्रे आसनम् आधारम् अग्निदत्तः आधेयः खलु? द्रव्ये गुणः अस्ति इत्यस्मिन् द्रव्यम् अधिकरणं गुणः आधेयः इत्येव प्रश्नः आसीत् वा? अस्तु, द्रव्ये कः धर्मः वर्तते अधुना? द्रव्ये अधिकरणतः गुणे कः धर्मः वर्तते? अधेयता वर्तते. अस्तु, शिवरामकृष्णमहोदय, निष्ठ इत्यादिकम् उपयुज्य तत् कृपया वक्तुं शक्नोति वा? यज्ञदत्तः निष्ठा आधेयता अस्ति. द्रव्यनिष्ठः गुणः वस्तुतः द्रव्यनिष्ठगुणः अपि साधुः एव, किन्तु इदानीं वयम् अधिकरणता आधेयता इत्यस्य विषये चर्चा. द्रव्यनिष्ठ आधेयता, द्रव्यनिष्ठाधिकरणता एकम्, इदानीं षष्ठं पुटं कृपया पश्यन्तु सर्वे. न, प्रश्नः अस्ति, द्रव्यं निष्ठ अधिकरणता इत्युक्ते किम्? ऐ मीन् निष्ठः इत्युक्ते आधारः खलु? आसनमेव निष्ठः अथवा आधारं दास्यति? न न न न, निष्ठा इत्युक्ते आधारः इति न, आसने यज्ञदत्तः अस्ति, या आसने अस्ति, विद्यमानः अस्ति इति वाक्यं लघुना रूपेण आसननिष्ठयज्ञदत्तः इति वदामः. आसननिष्ठ अधिकरणता इति यत्र भवति वाक्यं, तत्र आसने अधिकरणता अस्ति, तर्हि आसननिष्ठ अधिकरणता इति वदामः. यज्ञदत्ते आधेयता अस्ति, यज्ञदत्तनिष्ठ आधेयता इति वाक्यं भवति. यस्मिन् किम् अस्ति इति सूचनार्थं निष्ट इत्यस्य उपयोगः न्यायशास्त्रे तावदेव. म्यूट् येन वदन्ति म्यूट् मध्ये स्थापयन्तु कृपया. अस्तु कृपया षष्ठं पुटं पश्यन्तु सर्वे. षष्ठे पुटे चित्रद्वयं वर्तते. षष्ठे पुटे चित्रद्वयम् उपरितने चित्रे आसनम् इति अस्ति. आसने किमस्ति? अधिकरणता अस्ति. यज्ञदत्तः आधेयः अस्ति, तर्हि यज्ञदत्ते आधेयता अस्ति. तर्हि आसनयज्ञदत्तयोः मध्ये निरूपकनिरूप्यभावः विद्यते. निरूपकनिरूप्यभावः नाम एकं वस्तु अपरं निरूपयति, तदा तयोः मध्ये निरूपकनिरूप्यभावः इति कश्चन भावः वर्तते. निरूपकनिरूप्यभावे एकः निरूपकः भवति, अपरः निरूप्यः भवति. इदानीं राजेन्दर् महोदय निष्ठ इत्यादिकम् उपयुज्य प्रयत्नं करोति वा निरूपयितुम्? आसननिष्ठ अधिकरणता निरूपित आदेयित आश्रयः यज्ञदत्तः. बहु सम्यक्. अहं यज्ञदत्तस्य निरूपणम् इच्छामि चेत् यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता आश्रय आसनम्. हा, तदासीत् आसनस्य निरूपणम्. यज्ञदत्तस्य निरूपणम् एवं भवति, आसननिष्ठ अधिकरणता निरूपित यज्ञदत्त आश्रयः आधेयताश्रयः यज्ञदत्तः. तर्हि मनसि स्थापयन्तु ऊर्ध्वगामिनीशरे The arrow which goes up, tatra nishta sthapanam. Tirashchine share, horizontal arrow, tatra nirupita sthapanam. Adho gamini share, the arrow which goes down, tatra ashrayaha iti sthapanena, vakyam siddham bhavati, nirupanartham. Asana nishta adhikaranata nirupita adheyata ashrayaha yagnadattaha iti vakyam. अथवा यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनम् इति वाक्यम्. अधुना अजित् महोदय अस्ति वा? आं भगिनि. तत्र अधोभागे इतोपि एकं चित्रमस्ति. द्रव्यगुणः तयोः मध्ये निरूपकनिरूपभावं स्थापयित्वा वर्णनं करोतु किञ्चित्. ओके. द्रव्यनिष्ठा अधिकरणता निरूपित आधेयता आश्रयः गुणः. सम्यक्. अग्रे गुणः निष्ठा आधेयता निरूपित अधिकरणता आश्रयः द्रव्यम्. अधिकरणताश्रयः द्रव्यम् इति द्रव्ययोः मध्ये स्थितस्य निरूप्यभावस्य विवरणम् आसीत्. द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः गुणः, गुणनिष्ठ आधेयता निरूपित अधिकरणताश्रयः. अधुना अहम् इच्छामि. वदतु महोदय. किन्तु उपरि चित्रे निरूपिता निरूपिका द्वन्द्वभावम् अस्ति वा? परन्तु द्रव्यगुणसम्बन्ध चित्रे एकनिरूपितभाव एव अस्ति. तत्र केवलं निरूपित इति उक्तवन्तः, किन्तु तत्रापि एकः निरूपकः अपरः निरूप्यः एव. केवलं अस्माकं सौकर्यार्थं मध्ये निरूपित इति भवति खलु, द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः गुणः. अस्माकं सौकर्यार्थं तत्र केवलं वाक्यरचनार्थं निरूपित इति स्थाप्यमानम् अस्ति. किन्तु तत्रापि अस्ति निरूपकनिरूप्यभावः उभयोः मध्ये अस्ति. प्रथमे चित्रे द्रव्यं निरूपकं भवति, गुणः निरूप्यः. द्वितीये चित्रे गुणः निरूपकः, द्रव्यं निरूप्यम्. अधुना अहम् इच्छामि यत् अधस्तने चित्रे आधेयता इत्यस्य विवरणम् इच्छामि. इत्युक्ते रैट् हेण्ड् अप्पर् कार्नर् मध्ये यद्भवति तस्य निरूपणम् इच्छामि अहं. तत् कथं कर्तुं शक्नुमः? अजित् महोदय प्रयत्नं करोति वा? द्रव्यनिष्ठ अधिकरणता निरूपित अधेयता आश्रयः गुणः एव. तत्तु गुणस्य विवरणम् आसीत्. इदानीम् अहम् इच्छामि आधेयता. गुणे आधेयता अस्ति किल? आधेयता अस्ति. तस्य निरूपणम् इच्छामि अहम्. आधेयता आश्रयः गुणः. तत्तु पुनः गुणस्य निरूपणमेव. अन्य कोऽपि प्रयत्नं करोति किम्? द्रव्यं निष्ठ अधिकरणता गुणनिष्ठ आधेयता. तावदेव मध्ये निरूपिता स्थापनीयमेव भवति. द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता इति आधेयतायाः निरूपणम्. पुनः अधिकरणतायाः निरूपणं कथं भवति? निरूपित द्रव्यनिष्ठ अधिकरणता. द्रव्यनिष्ठ अधिकरणता. उपरि गमनार्थं निष्ठ, अधः गमनार्थम् आश्रयः, अपि च तिरश्चीने शरे इत्युक्ते हारिज़ाण्टलि यत्र भवति शरः तत्र निरूपित स्थापनम् इति पद्धतिः मनसि स्यात्. तथा अग्रे गत्वा सर्वेषां पदार्थानां निरूपणं सुलभं भवति. अस्तु, प्रश्नाः सन्ति वा एतावत् पर्यन्तं? नूतनानां विशेषतया प्रश्नाः सन्ति किम्? अन्ये केनापि अन्येन आगतं वा? अहं शान्ति अस्मि बोस्टन्तः. ओ अस्तु, शान्ति भगिनि. अन्य कोऽपि यः प्रारम्भे न आसीत्? अस्तु. इति निरूपकनिरूप्यभावः स्थापितः. द्रव्ये गुणः अस्ति इति वाक्यस्य निरूपणं द्रव्यनिष्ठगुणः. गुणस्य निरूपणं द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः गुणः. तर्हि ययोः मध्ये निरूपकनिरूप्यभावः वर्तते. ययोः मध्ये निरूपकनिरूपभावः वर्तते तौ ससम्बन्धिकौ इति वदामः. साकाङ्क्षा पद्धतिः एकस्य पदार्थस्य ज्ञापनेन सः पदार्थः केन निरूपितः इति यत्र जिज्ञासा वर्तते तत्र अपरस्य पदार्थस्य आवश्यकता भवति किल. तर्हि एतौ पदार्थौ ससम्बन्धिकौ इति वदामः. द्रव्यम् इति वदामश्चेत् द्रव्ये कः गुणः वर्तते इति जिज्ञासा उदेति. गुणः इति वदामश्चेत् गुणः कुत्र अस्ति इति जिज्ञासा वर्तते, कस्मिन् द्रव्ये इति. तदर्थं गुणः द्रव्यं च ससम्बन्धिकौ इति उच्यते. अस्तु, तर्हि सप्तपदार्थाः नवद्रव्याणि. इदानीं सप्तमे पुटे गुणसम्बद्धविषयः अस्ति. रश्मि भगिनी अस्ति वा? आम् आं भगिनि. तत्र पठतु भगिनि किञ्चित् रूपरस. चतुर्विंशति आहत्य चतुर्विंशति गुणाः सन्ति, तेषाम् इदानीम् अत्र वदनम् अथवा नामकरणम् अत्र दीयते. भगिनी पठति वा? कुत्र? तस्मिन् सप्तमे पुटे तानि नवद्रव्याणि रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वावरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःख सुखेच्छा द्वेष प्रयत्न धर्माधर्म संस्काराः चतुर्विंशतिर्गुणाः इति. बहु सम्यक्. यथा सप्तपदार्थाः आसन् नवद्रव्याणि आसन्, अधुना चतुर्विंशतिगुणाः यथा भगिन्या उक्तमासीत्, रूपरसगन्धस्पर्श इत्यादिकाः चतुर्विंशतिगुणाः. तर्हि द्रव्यं नाम किं? यस्मिन् गुणः वर्तते द्रव्यं. गुणः कति गुणाः सन्ति? चतुर्विंशतिगुणाः. तृतीयः पदार्थः अस्ति कर्म इति. लक्ष्मणमहोदय पठति वा? उत्क्षेपण अपक्षेपण इत्यादिकम् अस्ति तत्र तस्मिन्नेव पुटे. उत्क्षेपण अपेक्षण उत्क्षेपणापेक्षण अपेक्षपणाकुञ्च न प्रसारण गमनानि पञ्चकर्माणि. उत्क्षेपण उत्क्षेपण अपक्षेपण अपक्षेपण गमनानि पञ्चकर्माणि. एतानि एव कर्माणि, एतानि पञ्चकर्माणि एव सन्ति इति न, अन्यानि अपि सन्ति, किन्तु कर्म इत्यस्य नामकरणार्थं पञ्चकर्माणि स्वीकृतानि. उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण गमनम् इति पञ्चकर्माणि स्वीकृतानि सन्ति. अस्तु, इदानीं द्रव्यगुणकर्म इत्यस्य परिचयः जातः. अग्रे सामान्यं नवमे पुटे सामान्यम् इति पश्यन्तु. सामान्यं नाम किं? सन्ध्या भगिनी इच्छति वा? सन्ध्या भगिनी अस्ति किम्? अस्मि भगिनि. सामान्यं नाम किं सम्यक् प्रायः न वक्तुं शक्ष्यामि, परन्तु गोत्वं वा बालत्वम् इति सामान्यम् इति उच्यते तत्र. अस्तु, इतोपि विस्तरेण अहं वदामि. सम्यक् एव. गौः इति अस्ति. एकः बालः गां दृष्ट्वा इयं गौः इति यदा एकवारम् अभिज्ञातुं शक्नोति तदा अपरत्र कुत्रचित् गत्वा अपरां गां पश्यति चेत् इयमपि गौः इति वक्तुं शक्नोति. तत् कथं वक्तुं शक्नोति? प्रथमतया या गौः दृष्टा सा भिन्ना, इयं च गौः भिन्ना, किन्तु बालः तु तथा वक्तुं शक्नोति, इयमपि गौः इयमपि गौः इति. कथं वक्तुं शक्नोति? सर्वासु गोषु कश्चन धर्मः वर्तते अथवा किमपि सामान्यं वर्तते, किमपि विशेषलक्षणं वर्तते, गोत्वम् इति. सर्वासु गोषु तद् सामान्यं गोत्वम् इति वर्तते. तेन बालः सर्वाः गाः अभिज्ञातुं शक्नोति. गोत्वम् इति सामान्यम्. इदं पुस्तकानि स्वीकुर्मश्चेत् पुस्तकेषु यत् सामान्यं वर्तते तस्य नाम पुस्तकत्वं. घटाः स्वीकुर्मश्चेत् घटेषु यत् सामान्यं वर्तते तस्य नाम घटत्वं. तर्हि सामान्यं नाम किम्? सामान्यं नाम पदार्थेषु विद्यमानः कश्चन धर्मः अथवा विशेषसामान्यं, विशेषलक्षणम् इति एव सामान्यम्. सामान्यं नाम कश्चन जातिः. गुणः सामान्यं नास्ति. सामान्यं नाम जातिः. गोत्वम् इति सामान्यं, पुस्तकत्वम् इति सामान्यं, घटत्वम् इति सामान्यं, लेखनीत्वम् इति सामान्यम्. सामान्यं नाम लक्षणम्. येन तद् लक्षणं स्वीकृत्य अथवा तद् लक्षणं स्वीकृत्य वयं समानानां श्रेणीकरणं कर्तुं शक्नुमः. तदर्थं समानानां धर्मः सामान्यम् इति उच्यते. सामान्यं पदार्थं वा? पदार्थम् इति न वक्तुं सप्तपदार्थेषु अस्ति सामान्यम्. अत्र पदार्थः इत्युक्ते फिसिकल् आब्जेक्ट् इति न मा मन्यन्ताम्. न्यायपरिभाषया सप्तपदार्थेषु सामान्यम् इति अपि एकः पदार्थः. तावदेव. सामान्यं नाम समानानां धर्मः सामान्यम्. सर्वासु गोषु गोत्वं सामान्यं. सर्वेषु पुस्तकेषु पुस्तकत्वं सामान्यम् इति प्रश्नः आसीत् किम्? महोदय, गुणः लक्षणं न्यायशास्त्रे तयोः मध्ये भिन्नत्वं किम् इति एकवारं. गुणः लक्षणं गुणः इत्युक्ते क्वालिटि अथवा इति वक्तुं शक्नुमः. लक्षणम् अपरमस्ति, सप्तपदार्थेषु न सन्ति. नीलत्वम् अथवा कृष्णत्वं तत्सर्वं रूपम् अस्तु. चतुर्विंशतिगुणाः सन्ति, तस्मिन् रूपम् इति अपि एकः गुणः. क्वालिटि अस्ति. भगिनी, एकः प्रश्नः अस्ति. प्रति द्रव्यं मध्ये लक्षणमस्ति खलु? द्रव्ये गुणः अस्ति, कर्मसामान्यविशेष इत्यादिकमपि अस्ति. यदि पुस्तकानि अस्ति सन्ति चेत् प्रतिपुस्तकमध्ये गुणः अस्ति. सर्वासु पुस्तकेषु सामान्य कश्चन लक्षणमपि अस्ति खलु? दशमं पुटं पश्यन्तु सर्वे. तत्र एकं चित्रमस्ति, तद् दृष्ट्वा प्रायः सम्यक्तया अवगन्तुं शक्नुवन्ति इति मन्ये. दशमं चित्रं पश्यन्ति वा? दशमं पुटं पश्यन्तु, तत्र चित्रमस्ति. भरणी महोदय वक्तुं शक्नोति किं पुस्तके किं किम् अस्ति इति? पुस्तके पुस्तकत्वं, पृथिवीत्वं, द्रव्यत्वं. द्रव्यत्वं पुस्तकम् इति एकं द्रव्यमस्ति. पुस्तके त्रयः धर्माः सन्ति अथवा त्रीणि सामान्यानि सन्ति. धर्मः इत्युक्ते समानानां धर्मः सामान्यं. तर्हि धर्मः अथवा सामान्यम् इति वक्तुं शक्नुमः. पुस्तके त्रीणि सामान्यानि सन्ति, पुस्तकत्वं, पृथिवीत्वं, द्रव्यत्वम् इति सामान्यानि अथवा त्रयः धर्माः. इदानीं पुस्तके नीलरूपत्वं, नीलत्वम् इति धर्मः अस्ति. न, क्षम्यतां, नीलरूपम् इति गुणः अस्ति पुस्तके. अवगच्छन्ति वा? अथवा भ्रमः अस्ति किम्? पुस्तकं नीलपुस्तकम् इत्युक्ते पुस्तके नीलरूपम् इति गुणः. पुस्तकत्वम् इति धर्मः, पृथ्वीत्वम् इति धर्मः, द्रव्यत्वम् इति धर्मः. किन्तु नीलरूपम् इति गुणः पुस्तके. तथा एव नीलरूपम् इति स्वीकुर्मश्चेत् नीलरूपम् इति एकः गुणः अस्ति. गुणश्रेण्यां भवति नीलरूपं. रूपरसगन्ध इत्यादिकाः गुणाः आसन्, तर्हि नीलरूपम् इति गुणश्रेण्यां भवति. नीलरूपे पुनः त्रयः धर्माः वर्तन्ते, नीलत्वं, रूपत्वं, गुणत्वं नाम्ना. भेदः ज्ञायते किम्? आम्. नीलरूपम् इति गुणः पुस्तके विद्यमानं भवति, किन्तु नीलरूपे पुनः त्रयः धर्माः, नीलत्वं, रूपत्वं, गुणत्वम् इति. तर्हि समानानां धर्मः सामान्यम् इति मनसि स्थापयन्तु. समानेषु यः धर्मः, कश्चन समानधर्मः वर्तते, तत् सामान्यम्. सामान्ये अपि इदानीं द्वादशपुटं पश्यन्तु कृपया. द्वादशपुटे सामान्यं द्विविधम्, अपरं सामान्यं, परं सामान्यम्. अपरं सामान्यं नाम तत् सामान्यं यत् न्यूनेषु वर्तते. परं सामान्यं नाम अधिकेषु वर्तते. इदानीं पुस्तकत्वं, पुस्तकम् इति स्वीकुर्मश्चेत् पुस्तकम् इत्यस्मिन् पदार्थे पुस्तकत्वं, पृथिवीत्वं, द्रव्यत्वम् इति सामान्यत्रयं वर्तते, खलु? पुस्तकत्वं केवलं पुस्तके एव वर्तते, लेखन्यां न वर्तते. लेखन्यां लेखनीत्वं भवितुम् अर्हति. पुस्तकत्वं पुस्तके एव वर्तते. पुस्तके पृथिवीत्वम् अपि वर्तते. पुस्तके द्रव्यत्वम् अपि वर्तते. अधुना पृथिवीत्वं लेखन्यामपि वर्तते, न केवलं पुस्तके. पृथिवीत्वम् इति धर्मः घटे वर्तते अथवा उत्पीठिकायामपि वर्तते, पृथिवीत्वम् इति. तर्हि पुस्तकं केवलं पुस्तके, पृथिवीत्वं तु अपरेषु द्रव्येषु अपि भवितुमर्हति. तदर्थं पुस्तकत्वम् इति सामान्यम्, अपरं पृथिवीत्वम् इति सामान्यं, परम्. यत् सामान्यम् अधिकेषु वर्तते तत् परं, यत् न्यूनेषु वर्तते अपरम्. इति सामान्यस्य विवरणम् आसीत्. तर्हि द्रव्य, गुण, कर्म, सामान्यम् इति चत्वारः पदार्थाः अस्माभिः लक्षिताः. अग्रे पञ्चमः पदार्थः विशेषः इति. द्वादशं पुटं पश्यन्तु सर्वे. तत्र पञ्चमनित्यद्रव्यवृत्तयोः विशेषत्वानन्तः एव इति अस्ति. विशेषाः अनन्ताः, अपि च नित्यद्रव्यवर्तिनः. नित्यद्रव्यं नाम किं, स्मर्यते वा? नित्यद्रव्य आकाशः, कालः, दिशि, आत्मनि, मनसि. आत्मा, मनः, नित्यद्रव्याणि. तर्हि विशेषः इति मनः कति नित्यम् अस्ति? मनः परिवर्तते न? किं भगिनि? मनः परिवर्तनं परिवर्तनम् अस्ति मनः, नित्यं कथम् अस्ति मनः? न, परिवर्तनम् इति न, नाशः. पृथ्वी, जलं, तेजः, वायुः. मनः अपि नाशं भवति न? मनसः यदि मनुष्यं समाधिम् अस्ति, मनसः नाशं भवति. तत्र इदमपि वक्तुं शक्नुमः, यत्र मनुष्यस्य मनुष्यस्य मरणानन्तरं प्रायः तस्य दैहिकरीत्या नाशः भवितुमर्हति. किन्तु मनः इति किञ्चन पदार्थः थाट् इति मन्यन्ताम्, तस्य परिवर्तनं भवति, नाशः भवितुम् अर्हति वा न वा इति प्रश्नः स्यात्, खलु? तस्य परिवर्तनं भवति. वेदान्तशास्त्रे यस्य परिवर्तनं भवति तस्य नित्यं न भवितुं शक्नोति. अस्तु, अत्र नित्यम् इत्युक्ते यस्य नाशः न भवितुम् अर्हति इति चिन्तयन्तु. यस्य जीवितः अस्ति तस्य मनः नाशं करोति न? न न्यायशास्त्रे यस्य नाशः नास्ति तत् अनित्यम् इति मन्यन्ताम्। यस्य नाशः भवितुमेव न कर्तुं न शक्नुवन्ति तद् अनित्यम् इति मन्यन्ताम्। तथा कृत्वा इदानीं नित्यद्रव्येषु एव विशेषाः भवन्ति इति विशेषस्य परिभाषा दत्तमस्ति। नित्यद्रव्यं नाम किम् इति नित्यद्रव्याणि कानि इति वयं दृष्टवन्तः। इदानीं नूतनः एकः पदार्थः आगच्छति परमाणुः इति। परमाणुः त्रयोदशे पुटे एकं चित्रमस्ति, क पाषाणः ग पाषाणः च पाषाणः इति चित्रमस्ति। तत् पश्यन्तु, क पाषाणखण्डः अस्ति, तस्य खण्डनं कृत्वा ग घ इति भागद्वयं कृतम्। इदानीं पुनः भाग ग भागं स्वीकृत्य तस्य शकलीकरणम् अथवा खण्डनं कर्तुं शक्नुमः। पुनः तेषु भागेषु सर्वेषां खण्डनं कर्तुं शक्नुमः। खण्डनं कृत्वा कृत्वा एकं स्तरं प्राप्नुमः यत्र पुनः खण्डनं भवितुं न अर्हति। इत्युक्ते अति अति लघु लघु वस्तुं प्राप्नुमः यत्र पुनः खण्डनं भवितुं न अर्हति। सः एव परमाणुः। यावत्पर्यन्तं खण्डनं शक्यं, खण्डनं कृत्वा कृत्वा एकं स्तरं प्राप्नुवामः यत्र खण्डनं न अर्हति, तदेव परमाणुः। परमाणवः तर्हि परमाणवः नित्यद्रव्याणि, विशेषः इति पदार्थः परमाणुषु वर्तते। परमाणुषु विशेषः किमर्थं वर्तते इत्यस्य विवरणमस्ति त्रयोदशे पुटे। इदानीं वयं क पाषाणः ग पाषाणः च पाषाणः इति अस्ति तत्र। तत्र क पाषाणस्य खण्डनं कृत्वा ग घ इति भागद्वयं प्राप्नुमः, खण्डद्वयं। ग पाषाणस्य खण्डनं कृत्वा च छ इति भागद्वयं प्राप्नुमः। च पाषाणस्य खण्डनं कृत्वा त थ इति प्राप्नुमः, खलु? तर्हि क पाषाणे भागद्वयम् अस्ति, तौ मिलित्वा क पाषाणाः निर्मीयते। पुनः ग पाषाणे भागद्वयम् अस्ति, तौ मिलित्वा ग पाषाणः निर्मीयते। च पाषाणे भागद्वयम् अस्ति, तौ मिलित्वा त तौ मिलित्वा च पाषाणः निर्मीयते इति। यावत्पर्यन्तं भागाः सन्ति, भागस्य आधारेण पदार्थेषु भिन्नतां प्रदर्शयितुं शक्नुमः। क पाषाणः ग पाषाणात् भिन्नः किमर्थम्? ग घ इति द्वौ अवयवौ, द्वौ अवयवौ स्तः क पाषाणस्य, तौ मिलित्वा एव क पाषाणः इति ज्ञात्वा क पाषाणः ग पाषाणात् भिन्नः इति वक्तुं शक्नुमः। यतोहि ग पाषाणे च छ इति अवयवौ द्वौ स्तः, न तु ग घ इति अवयवौ। किन्तु यदा परमाणुस्तरे प्राप्नुवामः तत्र भागाः एव न सन्ति, परमाणुस्तरे भागाः एव न सन्ति। यस्य पुनः खण्डनं न भवितुमर्हति सः परमाणुः, तस्मिन् स्तरे भागाः न सन्ति इत्यतः वयं कथम् एकः परमाणुः अपरस्मात् भिन्नः इति कथं वक्तुं शक्नुमः इति प्रश्नः भवति, किल? यद्य भागः न भवति तस्य परमाणु, सत्यं, यत्र भागः न कर्तुम् अर्हामः सः परमाणुः इति उच्यते, विशेषः भवति। तत्र परमाणोः मध्ये भेदस्थापनाय विशेषः इति कश्चन पदार्थः स्वीक्रियते। हा। परमाणवः नित्यद्रव्याणि तेषु विशेषः वर्तते इत्यतः नित्यद्रव्यवृत्तयोः विशेषस्त्वनन्ताः इति वाक्यमस्ति स्थूलाक्षरे उपरि उपरितने भागेन तत्र द्वादशे पुटे. परमाणवः नित्यद्रव्याणि परमाणुषु विशेषः वर्तते अपि च परमाणवः अनन्ताः अनन्ताः सन्ति. परमाणूनां गणनमेव कर्तुं न शक्नुमः. कथं वा वयं खण्डनं कृत्वा कृत्वा लघुभागं प्राप्य तस्य गणनं कर्तुं शक्नुमः? तर्हि परमाणवः अनन्ताः अपि च नित्यद्रव्याणि तेषु विद्यमानः पदार्थः विशेषः. परमाणुः अनन्ताः तदर्थं विशेषाः अपि अनन्ताः अपि च नित्यद्रव्यवर्तिनः इति विशेषस्य परिभाषा. प्रश्नः अस्ति वा? विशेषणस्य विशेषस्य परिभाषा कथं भवति? परमाणोः परिभाषा परमाणुः इत्युक्ते यस्य पुनः सकलीकरणं न अर्हति, द मैन्यूटेस्ट् पार्टिकल् इति वक्तुं शक्नुमः. तस्य पुनः भागम् अथवा अवयवाः न भवन्ति इति परमाणवः. यत्र भागः न भवति तस्मिन् स्तरे परमाणुषु भेदस्थापनाय विशेषः इति नूतनपदार्थः स्वीकृतः. प्रत्यस्मिन् परमाणौ एकः विशेषः भवति. परमाणूनां संख्या अनन्ता अपि च प्रत्यस्मिन् परमाणौ विशेषः भवति, तदर्थं विशेषाणामपि संख्या अनन्ता. विशेषा तु अनन्ताः नित्यद्रव्यवर्तिनः इति पञ्चमः पदार्थः. तस्य नामकरणम् अथवा परिभाषा वा अत्र दत्तास्ति. अग्रे हेलो हेलो स्वामी पतति अत्र कः पाष कपाषाणः गपाषाण क किमपि अस्ति वा यदि उदाहरणकारणार्थमेव तत्र सरला भगिनी अस्ति वा? आम् अस्तु. समवायस्तु एकः एव इत्यतः कृपया पठतु तदनुच्छेदम्. समवायसाधनाप्रकार द्रव्य तद्मात्तु अग्रे समवायस्तु एकः एव इति समवास्य तवेक एव इति इत्थं हि समवायसाधना माहु. कश्चित् पुरुषस्य हस्तौ संस्थानस्थितौ स्तः, यतः पुरुषस्य नमस्कारे च भवति, ततः हस्तयोः क्रिया तयोः संयोगः उत्पद्यते. एवं च पूर्वं विविक्तौ भिन्नस्थानस्थौ हस्तौ संयुक्तौ भवतः. अस्तु भगिनि अत्र स्थगयतु. प्रथमतया अत्र मन्यन्तां हस्त द्वौ हस्तौ स्तः स्वस्थाने स्तः हस्तौ. वामहस्तः वामभागे अस्ति, दक्षिणहस्तः दक्षिणभागे एव अस्ति. यदा नमस्कारे च भवति तदा द्वौ अपि हस्तौ एकस्थाने आगच्छतः. हस्तयोः मध्ये यः सम्बन्धः वर्तते तस्य नाम संयोगः इति. संयोगः नमस्कार इच्छा यदा पूर्णा सम्पूर्णा भवति तदा हस्तौ स्वस्थाने पुनः निर्गमिष्यतः किल. हस्तौ कृतः भवितुम् अर्हतः इत्युक्ते दक्षिणहस्तः दक्षिणपार्श्वे भवति, वामहस्तः वामपार्श्वे भवति. कार्यानन्तरं संयोगानन्तरं पुनः पृथक् पृथक्तया भवितुम् अर्हतः एव हस्तौ. किन्तु अत्र कानिचन उदाहरणे एषः सम्बन्धः संयोगः. अत्र अधोभागे कानिचन उदाहरणानि सन्ति. यथा घटः अस्ति, घटोत्पत्तिर्यत्र भवति तत्र कपालद्वयसंयोगानन्तरमेव कदाचित् घटः उत्पद्यते. कपाल नाम घटस्य अवयवः, कपालद्वयं मिलित्वा एकः घटः भवति. कपालद्वयं मिलित्वा यत्र घटः भवति, कपालः घटनिर्माणानन्तरं पुनः पृथक्तया भवितुम् अर्हतः वा? न, घटनं भवति. पुनः पृथक्तया भवितुं नार्हति. यदा कपालद्वयं भिन्नभिन्नस्थाने भवतः तदा किं घटः एव नास्ति, घटः भग्नः भवति. तर्हि कपालघटयोः मध्ये यः सम्बन्धः अस्ति सः सम्बन्धः समवायः न तु संयोगः. अवगच्छन्ति सर्वे? यदि संयोगः पृथक् भवति वस्तु नाशनं भवति तर्हि तत् समवायं सम्बन्धः पदार्थं भवति. पदार्थेषु मध्ये यद्योगः भवति तत्र संयोगानन्तरम् एकत्र प्राप्ति अनन्तरं पदार्थद्वयं भिन्नभिन्नस्थानेषु स्वस्थानेषु स्थातुम् अर्हतः. किन्तु घटकपालयोः मध्ये तादृशः सम्बन्धः नास्ति यथा तत्र कपालः. घटः अवयवी अस्ति, कपालः घटस्य अवयवः अस्ति. अवयवी अवयविनोः मध्ये अवयव अवयविनोः मध्ये यः सम्बन्धः अस्ति सः समवायसम्बन्धः इति घटः अस्ति अवयवी. यस्मिन् अवयवः वर्तते सः अवयवी. घटः अवयवी अस्ति, कपालः अस्ति अवयवः. तयोः मध्ये अवयविनोः मध्ये यः सम्बन्धः वर्तते सः सम्बन्धः अस्ति समवायसम्बन्धः. कपालयोः मध्ये अस्ति वा सम्बन्धः? घटकपालयोः मध्ये वा द्वौ कपालयोः मध्ये? घटकपालयोः मध्ये. किं महोदय? कः सम्बन्धः अस्ति? समवायः. षष्ठः पदार्थः. इदानीं वयं चतुर्दशे पुटे स्मः. समवायः इति एकः सम्बन्धः अस्ति. तस्य विवरणम् अत्र दीयते. तर्हि समवायः कः, संयोगः कः इति ज्ञात्वा समवायं कथम् अभिज्ञातुं शक्नुमः, संयोगात् भेदः कुत्र उत्पद्यते इति सर्वम् अत्र दत्तमस्ति. यत्र हस्तौ मध्ये नमस्कारेच्छया यदा हस्तौ आगमिष्यतः एकत्र सः सम्बन्धः संयोगः. घटकपालयोः मध्ये समवायः. हस्तौ मध्ये सम्बन्धः अस्ति इति अहं द्रष्टुं ज्ञास्यामि, परन्तु घटकपालमध्ये किं सम्बन्धः इति मम मनसि चिन्तनं. घटकपालयोः मध्ये समवायः इति सम्बन्धः. अवगच्छति वा? घटः कपालः यत्र घटनिर्माणं भवति घटकपालः भिन्नभिन्नस्थाने भवितुमेव न अर्हति. कपालः इत्युक्ते कप् नास्ति वा? कपालः इत्युक्ते कप् घट वदति वा कोऽपि? कपालः ओ क्ले वा? ओ धन्यवादः. अवगतम्. अवगतम्। क्लेतः निर्मितः कश्चन अवयवः, एकः कपालः उपरि भवति, एकः अधोभागे भवति इति चिन्तयामि। क्षम्यतां, तत्र कपालः इत्युक्ते क्ले नास्ति, मृत्तिका इत्युक्ते क्ले अस्ति वा तदस्ति, परन्तु कपालः इत्युक्ते घटस्य, यदि घटः अस्ति घटस्य मध्ये यदि तस्य किं वदामः ब्रेक् कृत्वा वेन् वि गेट् टु हेव्स् द अप्पर् हाफ् एण्ड् द लोवर् हाफ् तद् कपालद्वयम् इति वक्तुं शक्नुमः। It will not be same kapal, same gataha, once it's broken. Satyam, satyam. Tarhi kapala ghatayoho madhye samavaya sambandha. Yada namaskara anantaram hastavustar swastani gachataha tatra haste hastavustatum shaknutaha prutaktaya. Kinto yatra kapala dvayam ekatra na bhavanti tatra nasti. इत्यतः घटकपालयोः मध्ये अवयव अवयविनोः मध्ये समवायसम्बन्धः इति। द्वितीयं बिन्दुं राधिका भगिनी पठति वा? घटस्य तद् रूपस्यापि च एवमेव चिन्तनीयं, किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बन्धम् इति सम्भाव्यते। प्रश्नं अवगच्छति? घटस्य तद्रूपस्य घटः, घटे किञ्चन रूपं वर्तते, घटस्य वर्णः वा अथवा घटस्य आकारः वा इति रूपं, घटस्य रूपं किञ्चन रूपं वर्तते घटे घटे इति चिन्त्यताम्। तत्र घटः अपि च तस्य रूपं भिन्नतया अन्यत्र स्थातुं शक्नुतः वा इति प्रश्नः। घटः अस्ति, कश्चन रूपमस्ति, नीलरूपत्वम् अथवा तस्य आकारः वा वर्णः वा इति रूपमस्ति घटे। घटरूपयोः मध्ये कीदृशः सम्बन्धः इति प्रश्नः अत्र। समवायसम्बन्धः, समवायसम्बन्धः। घटः घटः एकत्र तस्य रूपम् अपरत्र इति न कदापि भवति। तर्हि एतेन वदन्ति ते द्रव्यस्य द्रव्यगुणयोः समवायसम्बन्धः अस्ति इति तेषां कथनम् अस्ति किल। सत्यं भगिनि, तावदेव, बहु बहु सम्यक् आसीत्। अवयव अवयविनोः मध्ये समवायः, द्रव्यगुणयोः मध्ये समवायसम्बन्धः इति समवायसम्बन्धः कुत्र कुत्र वर्तते इत्यस्य कथनार्थम् एताः बिन्दवः दत्ताः। प्रथमः घटः कपालः, अवयव अवयवि तयोः मध्ये समवायः, अपि च घटः तस्य रूपः इत्युक्ते गुणः अपि च गुणि तयोः मध्ये समवायसम्बन्धः। इदानीं तृतीयबिन्दुं पश्यन्तु, बिलस्य मुखे सर्पः वर्तते, तस्य प्रसर्पणरूपा क्रिया तु किञ्चन अग्रे चलिता इति सम्भाव्यते इति प्रश्नः। प्रश्नः अवगम्यते किम्? बिलस्य मुखे सर्पः अस्ति, सर्पे सर्पे प्रसर्पणम् इति किञ्चन क्रिया, काचन क्रिया अस्ति। प्रसर्पणम् इति सर्पे विद्यमाना क्रिया अस्ति। तर्हि क्रिया अन्यत्र, क्रियावान् सर्पः अपरत्र भवितुम् अर्हन्ति वा इति। यः कार्यं करोति, यः कार्यं करोति तस्मिन् एव सा क्रिया भवति किल। तर्हि तयोः मध्ये कीदृशः सम्बन्धः? समवायसम्बन्धः. क्रिया क्रियावतोः मध्ये समवायसम्बन्धः, अवयव अवयविनोः मध्ये समवायसम्बन्धः, गुणगुणिनोः मध्ये समवायसम्बन्धः, क्रिया क्रियावतोः मध्ये समवायसम्बन्धः इति अवगम्यते वा? अस्तु. चतुर्थः बिन्दुः, एकस्मिन् ह्रदे घटः पतितः, घटः ह्रदतलं गतः, घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित्? ह्रदः इत्युक्ते पूल् सरोवरः. घटे विद्यमानः धर्मः घटत्वम् इति कश्चन धर्मः अस्ति. घटत्व यदा घटः ह्रदे पातितः भवति, घटः अधोभागे ह्रदस्य अधोभागे गच्छति, तदा घटः अधोभागे घटस्य उपरि तथा कदा कथञ्चित् भवितुमर्हति किम्? यत्र घटः तत्र एव घटत्वं. घटः जलस्य उपरि अस्ति चेत् घटत्वं तत्रैव अस्ति. घटः ह्रदतलं गतः चेत् घटत्वमपि तेन सह एव गमिष्यति. तर्हि घट घटत्वं तयोः मध्ये पुनः कीदृशसम्बन्धः? पुस्तकपुस्तकत्वं तयोः मध्ये समवायसम्बन्धः. तर्हि पुस्तकत्वं घटत्वम् इत्यादिकं जातिः इति वदति उच्यते. जातिः अथवा सामान्यम् अथवा धर्मः. तर्हि जातिव्यक्त्योः मध्ये समवायसम्बन्धः. व्यक्ति नाम तस्मिन् जातौ यः पदार्थः अस्ति तस्य नाम व्यक्ति इति, व्यक्ति इति संज्ञा दीयते. तर्हि जातिव्यक्त्योः मध्ये समवायसम्बन्धः. एतेषां प्रश्नानाम् उत्तरमासीत् समवायसम्बन्धः. तर्हि समवायसम्बन्धः कुत्र? व्यक्त्यो इत्युक्ते किम्? व्यक्ति इत्युक्ते जातौ, तस्मिन् जातौ घटत्वम् इति एकः जातिः किल, तस्मिन् जातौ यः पदार्थः अस्ति घटत्वम् इति एकः जातिः अस्ति चेत् तस्मिन् जातौ अथवा तस्मिन् सामान्ये सामान्यानां धर्मः सामान्यं, तर्हि सामान्यानि कानि तस्मिन् जातौ? घटः एव. तर्हि प्रत्येकस्य घटस्य जाति व्यक्तिः इति संज्ञा दीयते. भिन्नः भिन्नः व्यक्तौ घटत्वम् एका जातिः अस्ति, तस्यां जातौ ये पदार्थाः भवन्ति ते सर्वे तस्याः जातेः व्यक्तयः. घटत्वमिति जातिः अस्ति चेत् सर्वे घटाः तस्यां जात्यां व्यक्तयः. तर्हि समवायसम्बन्धः कुत्र कुत्र भवति? प्रथमतया घट कपालयोः मध्ये इत्युक्ते अवयव अवयविनोः मध्ये. यत्र अवयवः तत्र अवयवी अपि भवति, तदर्थं समवायसम्बन्धः. घटतद्रूपस्य च इत्युक्ते किम्? अवयवः इत्युक्ते भागः, शरीरावयवाः इति वदामः खलु. अवयवः इत्युक्ते भागः, घटस्य भागद्वयं कपालद्वयं तयोः मध्ये समवायसम्बन्धः. घटः तद्रूपस्यापि समवायसम्बन्धः इत्युक्ते घटः गुणि अस्ति, रूपं गुणः अस्ति, गुणगुणिनोः मध्ये समवायसम्बन्धः. सर्पप्रसर्पणयोः मध्ये अपि समवायसम्बन्धः. क्रिया क्रियावतोः मध्ये समवायसम्बन्धः. अपि च जाति व्यक्त्योः मध्ये अपि समवायसम्बन्धः. कीदृशः सम्बन्धः तत्र? कीदृशः सम्बन्धः, समवायः वा संयोगः वा? समवायसम्बन्धः. पृथिवी पृथित्वीत्वं समवायसम्बन्धः, घटः घटत्वं समवायसम्बन्धः. किन्तु उत्पीठिकायां घटः अस्ति, उत्पीठिकायां घटः अस्ति इत्यस्मिन् प्रसङ्गे घट उत्पीठिकयोः मध्ये कीदृशः सम्बन्धः? संयोगसम्बन्धः. घटः पृथक्तया भवितुम् अर्हति, उत्पीठिका अपि पृथक्तया भवितुम् अर्हति. एवं न यत् घटः नास्ति चेत् उत्पीठिका अपि नास्ति इति न कदापि सम्भवति, तत् मध्ये संयोगः. किन्तु अपरत्र सर्वेषु समवायसम्बन्धः. तर्हि समवायः इति षष्ठः पदार्थः, तस्य विवरणम्. पञ्चादशे पुटे एकं चित्रमस्ति. समवायसम्बन्धः कुत्र कुत्र भवति इत्यस्य प्रदर्शनार्थमेव तच्चित्रं गृहे एकवारं परिशील्य प्रश्नाः सन्ति चेत् कृपया पत्रं वा किमपि प्रेषयन्तु. यथा अहम् उक्तवती, चित्रं पश्यन्तु, तत्र कपालाद्यवयवाः घटाद्यवयविनः, तयोः मध्ये समवायः. द्रव्यं गुणवत्, रूपगुणाः इत्युक्ते गुणिनोः मध्ये, गुणगुणिनोः मध्ये समवायसम्बन्धः. उत्क्षेपणादिक्रिया द्रव्यं क्रियावत्, क्रिया क्रियावतो समवायसम्बन्धः. अन्यत्र समवायः कुत्र इत्युक्ते घटादिव्यक्तिः जातिमतीव्यक्तिः, घटादिजातिमतीव्यक्तिः अपि च घटत्वादिजातिः, तयोः मध्ये समवायसम्बन्धः. अपि च नित्यद्रव्याणि विशेषाः, विशेषाः कुत्र वर्तन्ते? कालदेश नित्यद्रव्याणि परमाणुषु वर्तन्ते विशेषाः. परमाणुषु वर्तन्ते, तर्हि परमाणवः नित्यद्रव्याणि, तस्यापि समवायसम्बन्धः इत्येव दर्शितमस्ति चित्रे. तर्हि अन्तिम, इदानीं भावः आसीत् द्रव्यं, गुणः, कर्म, सामान्यं, समवायः, विशेषः, भावः, भावस्य वर्णनम्. अधुना सप्तमः पदार्थः, षोडशपुटं पश्यन्ति वा सर्वे? अभाववर्णनम् इति अस्ति तत्र. अभाववर्णनं, तर्हि पद्मा भगिनी प्रथमम् अनुच्छेद. एतावता उद्देशक्रमानुसारेण षट् भावाः निरूपिताः. भावो नाम यः अस्ति इति प्रतीयते. यथा द्रव्यमस्ति, गुणः अस्ति, समवायः अस्ति, ते भावाः इति कथ्यन्ते. इदानीं यः नास्तीति ज्ञायते, समभावं परिशीलयामः. किञ्चित् भूतलमस्ति, तत्र घटो यदि अस्ति तदा एवं व्यवहरामः. अत्र भूतले घटः अस्तीति, यदि घटः आपसरीतः तदा वदामः अत्र घटः नास्ति. घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातं यः भवति तथा घटो नास्तीति वक्तः कः ज्ञातव्यो भवति स एव अभाव इत्युच्यते इत्युच्यते तर्हि एतावता अस्माभिः षड्भावाः निरूपिताः उद्देशक्रमानुसारेण षड्भावाः निरूपिताः द्रव्यगुणकर्म सामान्यं समवायः विशेषः षड्भावाः इदानीम् अभावदर्शनं न्यायशास्त्रे भूतले घटः अस्ति इति भावः अस्ति भूतले घटः नास्ति इत्यस्य वदनस्य स्थाने भूतले घटाभावः अस्ति इति वक्तुं शक्नुमः इत्येव विवृतमस्ति अत्र भूतले इत्युक्ते क्षम्यतां न श्रुतवान् भूतलम् इत्युक्ते भूमिः ओ भूतले घटः नास्ति इति वदनस्य स्थाने भूतले घटाभावः अस्ति इति वदनमेव अभावः इति उच्यते न्यायशास्त्रे अस्तु अभावः इति स्पष्टं वा अभावः यत्र अस्ति तत्र वस्तु नास्ति वस्तु यत्र अस्ति तत्र अभावः नास्ति उदाहरणतया घटाभावः अस्ति अभावः नास्ति इति वदामश्चेत् तत्र घटः अस्ति इति अर्थः तर्हि घटः अभावः परस्परं विरोधिनौ विरोधि इति जानन्ति वा ओपोजिशन्स् ययोः मध्ये विरोधः भवति विरोधिनौ अभावस्य कृते घटः विरोधि घटस्य कृते अभावः विरोधि तर्हि अभावस्थले विरोधनिरूपणम् इति आगच्छति विरोधनिरूपणम् इति अस्ति प्रिया भगिनी पठितुमिच्छति किं तत्र प्रथमं परिच्छेदम् आम् विरोधनिरूपणम् अयं घटाभावः घटस्य अभावः अयं च घटे सति न ज्ञायते घटे असति ज्ञायते लोके हि एवंविधा स्थितिः विरोधः इति व्यवह्रियते यथा नकुल अस्ति चेत् सर्पः न भवति सर्पः अस्ति चेत् एवं विद्मः सर्पः अस्ति चेत् एवं विद्मः अत्र नकुलः नास्ति इति तर्हि तत्र परस्परं विरोधः अस्ति खलु आम् अवगतं नकुलसर्पयोः मध्ये विरोधः यथा अस्ति तत्र घट अभावयोः मध्ये अपि विरोधः अस्ति एकवारं यदा घटः स्थापितः भवति तर्हि अभावस्य नाशः तर्हि घटः अभावस्य विरोधी यत्र अभावः अस्ति तत्र घटः नास्ति इत्यतः अभावः घटस्य विरोधी परस्परं विरोधः अस्ति तर्हि विरोधाः विरोधाः द्विधा वद्यघातकभावरूपः विरोधः अपि च सहानावस्थानरूपः विरोधः अभावस्थले द्वौ विरोधौ स्तः सप्तदशे पुटे तत् लिखितमस्ति वद्यघातकभावविरोधः सहानावस्थानरूपः विरोधः इति प्रथमं चित्रं सर्वे पश्यन्तु अत्र विद्याशङ्करमहोदय पठति वा प्रथमं चित्रम् आम् अयं विरोधः द्विविधः भवति वद्यघातकभावः सहानावस्थानम् अहेः नकुलस्य च विरोधः वद्यघातकभावरूपः तथा हि कुत्रचित् सर्पः अस्ति, चित्रमस्ति. अनन्तरं तथा च वर्ध्यघातकभावरूपे विरोधे ययोः विरोधः वर्ण्यते, तयोः उभयोरपि कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति. यथा प्रकृतोदाहरणे सर्पस्य नकुलस्य च तृतीयक्षणे एकत्र स्थितिः, एवम् एकेन अग्रिमक्षणे ततोपि अधिककालेन वा अपरस्य नाशः क्रियते. अयं विरोधः शास्त्रे पद्यघातकभाव इति प्रसिद्धः. तर्हि वद्यघातकः भावः इत्यस्मिन् यथा सामान्यं द्वौ विरोधिनौ भवतः एव, तयोः मध्ये एकः वद्यः अपरः घातकः, एकः अपरस्य हननं कृत्वा अभावं जनयति इत्येव. चित्रं पश्यति चेत् सर्पः सर्प नकुल अहिः नकुलयोः तादृशः, अहिः इत्युक्ते सर्पः. प्रथमे क्षणे सर्पः अस्ति, द्वितीये क्षणे अपि सर्पः अस्ति. इदानीं चिन्त्यतां तृतीये क्षणे सर्पः नकुलः अपि एकत्र भवतः इति. चतुर्थे क्षणे सर्पः नष्टः भवति. पारम्परिकरीत्या तौ विरोधिनौ एव, सर्पः नकुलः च. आगमनेन अपरस्य नाशः भवति. तादृशः विरोधः वद्यघातक अवरूपकः विरोधः इति. प्रश्नः अस्ति वा? अस्तु, नास्ति चेत् अग्रे शिवरामकृष्णमहोदय अग्रे पठितुम् इच्छति किं? सहानावस्थानरूपः. आं भगिनि, कुत्र? तथा च विद्याघातकभावरूपे सहानावस्थानरूपविरोधः इति. आमां, सहनावस्थानं नाम सः विरोधः, यत्र उभयोः विरोधिनोः कस्मिन् अपि काले सः अवस्थानं स्थितिः न भवति. इति अवगम्यते चेत् किञ्चित् उच्यताम्. अस्तु, वद्यघातकभावरूपे तत्र एकस्मिन् क्षणे द्वयोः विरोधिनोः एकत्र प्राप्तिः आसीत्, तृतीयक्षणः इति पश्यन्तु. तत्र सर्पः नकुलः एकस्मिन् क्षणे एकत्र भवन्ति, किन्तु द्वितीयः विरोधः तादृशः अस्ति यत्र एकत्र स्थितिः एव न भवितुम् अर्हति. विरोधिनोः एकत्र स्थितिः न भवति. प्रथमक्षणे घटाभावः अस्ति, द्वितीयक्षणे घटाभावः अस्ति. इदानीं तृतीयक्षणे घटम् आनयामश्चेत् घटाभावः अपगच्छति, चतुर्थक्षणे घटः एव भवति, घटाभावः नास्ति. घटाभावः घटः इति विरोधिनौ, तयोः न कदापि एकत्र प्राप्तिः भवति. एकस्मिन् क्षणे अपि तथा न भवति, यत्र तयोः अपि एकत्र स्थितिः अथवा सह अवस्थानं भवति इति सहानावस्थानरूपः विरोधः. किं महोदय? घटाभावः इत्युक्ते किम्? घटाभावः नाम घटः नास्ति इत्यस्य स्थाने घटाभावः अस्ति इति विवरणं तावदेव. अभावः इत्युक्ते नास्ति, भावः नास्ति. घटः नास्ति इत्यस्य घटाभावः अस्ति इति रूपेण विवरणमेव घटाभावः. तर्हि द्विधः विरोधः, वद्यघातकभावरूपविरोधः, सहनावस्थानरूपविरोधः. अभावस्तरे विरोधः द्विधा भवति. अस्तु, भगिनि कृपया एकः प्रश्नः अस्ति. मम अवगमनं सम्यक् वा इति अहं चिन्तयामि. यदि अमावास्या रात्रौ अहं दीपः ज्वालयामि चेत् दीपः अन्धकारयोः मध्ये सहानवस्थानरूपः, सत्यं वा? सत्यं. यदा उदाहरणं बहु सम्यक् अस्ति राधिका भगिनी, दीपः यदा आगमिष्यति तस्मिन् अन्धकारः अपगच्छति किल. दीपः अन्धकारः उभयोः एकत्र एकस्मिन् क्षणं क्षणे अपि एकत्र स्थितिः न भवितुमर्हति. सम्यक् एव, प्रायः सहनावस्थानरूपः विरोधः एव तत्र. अस्तु, कृपया अष्टादशं पुटं पश्यन्तु सर्वे. अष्टादशे पुटे प्रथमे चित्रे घटः घटे विरोधः अस्ति. घटाभावः घटाभावे अपि विरोधः अस्ति. घटः घटाभावः च परस्परविरोधिनौ इति वयं जानीमः अधुना. घटे विद्यमानस्य विरोधस्य नाम प्रतियोगिता. अभावे विद्यमानस्य विरोधस्य नाम अनुयोगिता इति द्वितीये चित्रे दर्शितमस्ति. घटे अपि विरोधः अस्ति, घटाभावे अपि विरोधः अस्ति. घटे घटाभाव घटाभावं प्रति अस्ति विरोधः, घटाभावे घटं प्रति अस्ति. यदा द्वौ विरोधौ स्तः तत्र वयं कथं जानीमः कः विरोधः कुत्र अस्ति इति? तदर्थं नामकरणं कृतम् अत्र. विरोधस्य नामकरणं सञ्जातं. घटे विद्यमानविरोधस्य नाम प्रतियोगिता, अभावे विद्यमानस्य विरोधस्य नाम अनुयोगिता. तर्हि अग्रे राजेन्द्रमहोदय पठति वा प्रथमं परिच्छेदं, तत्र प्रतियोगि अनुयोगिभावनिरूपणम् इति? आं भगिनि, अत्र निरूपणसौकाय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता, अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा. इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति. विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति. एवम् अनुयोगितायाः अपि ससम्बन्धिकत्वम्. अतः आधेयता अधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्रापि वक्तव्यः. इदानीं निरूपकनिरूपभावस्य प्रायोगिकः व्यवहारः अत्र अस्ति. आसने विद्यमान अधिकरणता अपि च यज्ञदत्ते विद्यमान आदेयता तयोः मध्ये यथा निरूपकनिरूप्यभावः आसीत् अपि च द्रव्यगुणयोः मध्ये यथा आसीत् तत्र अत्रापि अस्ति. अहम् अनुयोगिता इति वदामि चेत् अनुयोगिता कस्य इति प्रश्नः उदेति. प्रतियोगिता इति वदामिश्चेत् प्रतियोगिता कस्य इति प्रश्नः उदेति. तस्य प्रश्नस्य निवारणार्थम् एकः निरूपकः भवति, अपरः निरूप्यः भवति. प्रतियोगिता अनुयोगिता एते साकाङ्क्षाः भवति, साकाङ्क्षे भवति. यथा पूर्वमपि कृतमासीत् द्रव्यनिष्ठ अधिकरणतानिरूपित अधिकरणतानिरूपित आदेयताश्रयगुणः तथा एव अत्र अपि निरूपणं भवति. भारती भगिनी पठति वा? घटनिष्ठा प्रतियोगिता निरूपिता अभावाश्रयः अनुयोगिता अनुयोगिताश्रयः अभावः अभावः सम्यक् अग्रे अभावः निष्ठा अनुयोगिता निरूपिता प्रतियोगिताश्रयः घटः प्रतियोगिताश्रयः घटः इति तयोः मध्ये स्थितस्य निरूपकनिरूप्यभावस्य विवरणम् अस्ति. प्रतियोगिता निरूपिता अनियोगिताश्रयः अभावः अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिताश्रयः घटः इति वक्तव्यम्। अयमेव सङ्ग्रहे वक्ष्यमाणेषु अभावेषु अत्यन्ताभावः इति निर्दिष्टः। तर्हि अत्यन्ताभावः अग्रे आगमिष्यति, किन्तु अधुना ज्ञातव्यं यत् घट अभावयोः मध्ये अपि च प्रतियोगिता अनुयोगितयोः मध्ये अपि निरूपकनिरूप्यभावः सम्भवति इति, यतोहि तौ ससम्बन्धिकौ एव। प्रतियोगिता अनुयोगिता शब्दस्य अर्थः किम्? अर्थः कः? प्रथमं विरोधः, विरोधः भरणी महोदय प्रथमं चित्रं पश्यतु, घटः अस्ति, घटे एकः विरोधः अस्ति, विरोधः कं प्रति अस्ति? अभावस्य प्रति। अभावं प्रति अस्ति विरोधः। प्रश्नः आसीत् वा? अस्तु, घटाभावे अपि विरोधः अस्ति, घटाभावे विद्यमानः विरोधः कं प्रति अस्ति? घटं प्रति विरोधः अस्ति। तर्हि उभयत्र विरोधः अस्ति, विरोधयोः मध्ये भेदस्थापनाय नामकरणस्य आवश्यकता अस्ति खलु, तदर्थं घटे विद्यमानविरोधः प्रतियोगिता इति उच्यते, अथवा घटनिष्ठप्रतियोगिता, अभावे विद्यमानविरोधः अनुयोगिता, अथवा अभावनिष्ठ अनुयोगिता। प्रश्नः अस्ति वा अथवा कोऽपि किमपि वदति अधुना? अन्य विषयः स्वीकृत्य अपि अन्यविषयस्य भावः प्रतियोगिता वा अथवा किमपि अन्यविषयः अस्ति, किमपि अन्यविषयः अस्ति यथा जलं, जलमस्ति कुत्र जलं न अस्ति, यत्र जलमस्ति तस्य विरोधः प्रतियोगिता वा जलस्य? जले जले विद्यमानः विरोधः, जले कश्चन विरोधः भवति जलाभावं प्रति। जलाभावं प्रति तत् विरोधः प्रतियोगिता। जले जलाभावे अपि कश्चन विरोधः अस्ति, तस्य नाम किम्? जले जलं प्रति अनुयोगिता, अनुयोगिता विरोधस्य नामकरणं तावदेव, प्रतियोगिता अनुयोगिता इति। तयोः मध्ये सम्बन्धस्थापनाय निरूप्य निरूपकनिरूप्यभावं सर्वम् अत्र भगिनी एकः प्रश्नः, राधिका भगिनी उक्तवती खलु अन्धकार ज्वल आगच्छति चेत् अन्धकार गच्छति। एकनिमिषः एकनिमिषः अन्य अन्य कोऽपि वदति वा, कृपया म्यूट् मध्ये स्थापयन्तु ये न वदन्ति। वदतु भरणी महोदय। ज्वालः आगच्छति चेत् अन्धकारः गच्छति, तत्र किं प्रतियोगिता किम् अनुयोगिता? भवान् एव चिन्तयतु, इदानीं दीपः अस्ति अस्तु, तत्र दीपः अस्ति, यत्र अन्धकारः भवति तत्र दीपाभावः इति वक्तुं शक्नुमः। यत्र दीपः अस्ति तत्र दीपाभावः नास्ति, यत्र दीपाभावः अस्ति तत्र दीपः नास्ति। तर्हि अन्धकारः अन्धकारः इत्यस्य स्थले दीपाभावः इति गृही तत्र दीपे वर्तते प्रतियोगिता, दीपाभावे अथवा अन्धकारे वर्तते अनुयोगिता। अस्ति अन्धकार दीपः इन्स्टेड् आफ् दीपः अन्धकार अभाव अति अपि वक्तुं शक्यते वा अन्धकारः अन्धकारस्य अभावः इति प्रसङ्गं चिन्तयामः इदानीम् अन्धकारः यत्र अस्ति तत्र दीपः नास्ति यदा दीपः आगमिष्यति तत्र अन्धकारः गमिष्यति तर्हि दीपः अन्धकाराभावः इति चिन्तयेयम् अहम् इदानीं तदा दीपः प्रतियोगिता दीपः अभावः अन्धकारः तत् अनियोगिता अन्धकाराभावः इति सन्दर्भः अधुना अन्धकाराभावः तत्र अन्धकाराभावे अस्ति अनियोगिता अन्धकारे अस्ति प्रतियोगिता अभावे स्थितस्य विरोधस्य नाम अनियोगिता अभावः अनियोगिता अवगच्छति धन्यवादः प्रश्नाः सन्ति किम् कस्य अभावः इति एव चिन्तनीयं किल आं भगिनि कस्य अभावः इति चिन्तयित्वा आमाम् अस्तु यस्य अभावः भवति तस्मिन् भवति अस्तु तदर्थं यस्य अभावः भवति तस्य नाम प्रतियोगी इत्यपि उच्यते अभावे अनुयोगिता अस्ति तर्हि अनुयोगी इति अभावेन आगतम् प्रश्नाः सन्ति वा अथवा किमपि चिन्तनम् शनिवासरस्य वर्गे इत्युक्ते श्वस्तनवर्गे इतः परं पाठः भवति तर्हि समयः अस्ति चेत् एकतः अष्टादशपुटपर्यन्तम् एकवारम् अवलोकन्तं सर्वे न सन्ति चेत् अधुना विरमामः धन्यवादः धन्यवादः धन्यवादः धन्यवादः